नमः सर्वेभ्यः। भाषापाकः द्वितीयभागस्य वर्गे सर्वेषां स्वागतम्। अद्यतननूतनपाठः अस्ति। गतपाठस्य सम्बन्धे एव अस्ति, समासविषये। अशीतिः अधिकशततमपाठः। समासे एकादेशान्वयः इति अस्ति पाठः। अस्तु, तत् पठामः। शनैः शनैः तत्र पठामः। अस्तु, कुशलमहोदय आरम्भं करोति वा महोदय? आम्। शिष्यः वदति, श्रीमन् समासे एक देशान्वयः क्वचित् क्रियते इति श्रूयते। गतमासे यः असमर्थसमासः विवृतः तस्मात् भिन्नः सः उत्सेय नामान्तरम्। प्रश्नवाचक है। शिष्यवदति, गतमासे असर्थमासः चर्चां भवति, अतः समासे एक देशान्वयः समान नामान्तरं भवति अस्ति वा? आचार्य वदति, आचार्यः वदति, न हि तयोः पर्यायता समासे एक देशान्वयः तु असमर्थसमासात् किञ्चित् भिन्नः। एक देशान्वयः असमर्थसमास नास्ति, भिन्नः अस्ति। गतमासे वयम् असमर्थसमासः प्रत्यये चर्चाम् अकरोत् अकुर्वन् किञ्चित् अवगच्छति वा न अवगच्छति वा स्पष्टतया वदतु, नो चेत् आरम्भतः पुनः करिष्यामः। अवगच्छति वा न अवगच्छति? न अवगच्छति चेत् पुनः पुनः चर्चां करिष्यामः, चिन्ता नास्ति। असमर्थसमासः, हा असमर्थसमासः इत्युक्ते किं जानाति वा? आम् आम्, अहं स्थापनं करोमि। हा वदतु वदतु, हा वदतु, प्रस्थापनमपि वदतु। अध्यायः नवसप्ततिः अधिकशतं, शीर्षक अस्ति असमर्थसमासः नाम कः। शिष्यः पृच्छति, श्रीमन् असमर्थसमासः नाम किम्? आचार्य वदति, महोदय पुनः न पठिष्यामः, पुनः न पठामः, न पठिष्यामः, अहं स्थापनं करोमि। अध्यापक महोदय अवदत् गतसप्ताहे, गतकाले समासः अत्यन्तं किम्? असमर्थसमासः चर्चां पूर्वं वयं जानामि, जानीमः समासः कः। समासः अर्थात् संसनम् इति समासः, अध्यापक महोदय अवदत्। समासः वदामः चेत् द्वयोः बहूनाम् अथवा बहूनां पदानाम् एकाकी भवनेन नूतन अर्थे नूतनं पदं यत्र सिद्ध्यति तत्र समासः अस्ति इति उच्यते। समासानाम् एतादृश आचार्य विरोधिप्रश्नं पृच्छति, सामर्थ्यं नाम किम् इति आदौ उच्यताम्। शिष्यः उत्तरं ददाति, काङ्क्षादिवशात् यः परस्पर अन्वयः तदेव सामर्थ्य नाम यथा सीतायाः पतिः आकाङ्क्षा अस्ति सीतायाः कः कस्य पतिः तर्हि सीतायाः एवं पतिः मध्ये अन्वय अर्थात् सम्बन्धः अस्ति अथ सामर्थ्यम् अस्ति अथ समासः सम्भवः सामर्थ्यम् अस्ति अर्थात् अन्वयः अर्थात् सम्बन्धः अस्ति चेत् समासः भवति समासः अस्ति समासमर्थयोः एव पदयोः भवति अर्थात् परस्परान्वययुक्तयोः पदयोः एव समासः भवति इति नियमः इत्यस्य नाम समासवृत्तिः द्वयोः पदौ मध्ये परस्परसम्बन्धः अस्ति एवं तृतीयपदं भिन्ने रूपाणि भिन्ने अर्थः सिद्ध्यति यथा राज्ञः पुरुषः मिलित्वा समासः रूपं भवति राजपुरुषः समासनिर्माणार्थं सामर्थ्यम् आवश्यकम् तर्हि शिष्यति परस्पान्वयरहितयोः पद्योः समासः न इत्यस्य किम् उदाहरणम् आचार्य एक उदाहरणं ददाति पश्य कृष्णं श्रुतौ राममित्रम् इदानीं कृष्णपदस्य अन्वयः पश्य सः अस्ति एवं श्रित् पदस्य राममित्रं सः अतः कृष्णाश्रितयो समासः न सम्भवति शिष्यतरि अनुवदति यत्र परस्पान्वयोः न स्यात् तत्रापि यदि समासः क्रियते तर्हि उच्यते असमर्थसमासः इति आचार्य वदति आम् कुत्रचित् सामर्थ्यं विना समासः दृश्यते बहु विरलानि सन्ति शिष्य पुनः पृच्छति अयं पृथक् समासः न खलु आचार्यवर्षि अयं समासः पृथक् भेदरूपेण न परिगम्यते अपि तु प्रयुक्तानां विशिष्टशब्दानां साधुत्वज्ञापनम् एव अस्य प्रयोजनम् तर्हि शिष्य पृच्छति परस्पान्वयरहितयोः पदयोः समासः न इत्यस्य किम् उदाहरणम् आचार्य उदाहरणं पुस्तके त्रीणि उदाहरणानि दत्तानि असूर्यपश्यानि सुखानि असूर्यपश्यः इत असूर्य इति असमर्थसमासः नय इत्यस्य अन्वयः पश्यति इत्यनेन सह विद्यते न हि सूर्यसः द्वितीयोदाहरणम् अस्ति अपुन् निर्गेयाः श्लोकाः पुनः एक वाशुमलशायनं कुरुकम् अपूर्वपदगेया उत्तरपदम् अतः समर्थसमासः भवति तृतीयोदाहरणम् अश्राद्धभोजी ब्राह्मणम् अश्राद्ध्य द्वयः पदस्ति विग्रहवाक्यम् अश्राद्धे भुञ्जते केचन ब्राह्मणाः श्राद्धभोजनं नैव खादन्ति ते ब्राह्मणाः अशाद्यभोजनं ब्राह्मणाः सन्ति अ एवं श्राद्ध कोऽपि सम्बन्धः नास्ति अतः असमर्थसमासः भवति धन्यवादः. अस्तु अस्तु अस्तु अस्तु सम्यक्. एतत् पूर्वतनपाठः खलु, पूर्वतनपाठः एतत् आसीत्. इदानीं नूतनपाठः अद्यतन सम्बन्धीय अस्ति, समासविषये अस्ति. तत्र शिष्यस्य शिष्यः वदति, भोः समासे एकादश अन्वयः क्वचित् क्रियते इति दृश्यते. क्वचित् इत्युक्ते सर्वत्र न, क्वचित् क्रियते इति दृश्यते. एकादश अन्वयः इत्युक्ते कस्य पदस्य अन्वयः कुत्र अस्ति. अन्वयः इत्युक्ते सम्बन्धः, कस्य पदस्य सम्बन्धः कुत्र अस्ति. तर्हि असमर्थसमासः इति पठितम् अस्माकम्. तर्हि अन्वयः कुत्र भवति, तत्र तस्य अन्यत् नामम् अपि अस्ति वा, नामान्तरम् इत्युक्ते अन्यत् नामम् अस्ति वा अन्वयः अन्यत्र भवति चेत्. अन्वयः अन्यत्र इत्युक्ते उदाहरणम् एकं पश्यामः, तदनन्तरं सुलभं भविष्यति खलु. तर्हि यदि पदमस्ति सीतायाः पतिः गच्छति इति पूर्णवाक्यमस्ति, वयं वक्तुं शक्नुमः सीतापतिः गच्छति खलु. सीतायाः पतिः इत्युक्ते सीतापतिः समासः अस्ति अत्र. सीतायाः पतिः सीतापतिः. तर्हि सीतायाः पतिः गच्छति इति यः अभ्यासपुस्तकं पठति सः वदति. यः समासः जानाति एकवर्षद्वयम् अथवा अनन्तरं, समासः यदा जानाति पञ्चवर्षानन्तरं, वदति सीतापतिः गच्छति. भोः किमर्थं सीतायाः पतिः इत्युक्ते सीतापतिः इति खलु. तर्हि सीतापतिः गच्छति अत्र समासवृत्तिः इति वदामः, समासः अस्ति इति वदामः. परन्तु कोऽपि आगत्य वदति जानक्याः सीतायाः पतिः गच्छति, जानक्याः सीतायाः पतिः गच्छति. तर्हि अत्र समासः भवति वा, यथा सीतायाः पतिः सीतापतिः इति वदामः तत्र अवश्यं समासः भवति. परन्तु अत्र किमस्ति, जानक्याः इति विशेषणपदमस्ति, कस्य विशेष्यमस्ति सीतायाः. तर्हि जानक्याः सीतायाः पतिः गच्छति इति वदनेन, सीतायाः पतिः इति वदनेन उत्तरपदप्राधान्यम् अस्ति, तत्पुरुषसमासः इति भवति, जानीमः. पतिः इत्युक्ते कस्य, कस्याः पतिः इति प्रश्नः आयाति. तर्हि अन्वयः भवति सीतायाः इति पदेन सह खलु. सीतायाः पतिः इति वदनेन उत्तरपदप्राधान्यम् अस्ति अत्र. पतिः कस्याः पतिः इति प्रश्नः मनसि आयाति. तर्हि पतिः पदस्य अन्वयः कुत्र अस्ति, सीतायाः पदेन सह. तर्हि सीतायाः पतिः सीतापतिः इति वदामः. इदानीं जानक्याः सीतायाः पतिः गच्छति वदनेन, अन्यत् रीत्या पतिः इति वदनेन पतिः पदस्य सम्बन्धः सीतायाः पदेन सह अस्ति अथवा जानक्याः पदेन सह अस्ति इति वदनेन जानक्याः, जानक्याः वदनेन जानक्याः पदस्य विशेषणमस्ति इति कृत्वा विशेषस्य पदेन सह सम्बन्धः अस्ति, जानीमः. परन्तु इदानीं पतिः इति वदनेन पूर्ण जानक्याः सीतायाः पदेन सह सम्बन्धः अस्ति, न तु केवलम् एकं जानक्याः अथवा एकं सीतायाः पदेन सह। तर्हि जानक्याः सीतायाः इति वदनेन तत्र समासः नास्ति भो। वयं कोऽपि पद्धतिः न जानीमः यत्र जानक्याः सीतायाः इति पद मेलनं कृत्वा समासः करिष्यामः इति समासः तत्र न सम्बध्यते इति अस्ति। तर्हि अत्र उदाहरणमस्ति, समासः समर्थं नास्ति भोः, अत्र समासः एव न भवति इति किञ्चित् वदति। अग्रे तत् सर्वम् आयाति अध्याय, केवलं परिचयरूपेण तत्र अत्र उक्तवान् अस्ति अत्र किम् अस्ति इति, खलु अवगच्छन्ति खलु? तत्र वाक्यद्वयं वदनेन सम्यक् भवति। एकं वाक्यं सीतायाः पतिः गच्छति, द्वितीयवाक्यं जानक्याः सीतायाः पतिः गच्छति। तर्हि प्रथमवाक्ये समासः भवति, द्वितीयवाक्ये समासः न भवति इति अस्ति। तर्हि आचार्यः किं वदति एतत् सम्बन्धे? आचार्यः वदति, न हि तयोः पर्यायता, समासे एकदेशान्वयः तु असमसमासात् किञ्चित् भिन्नः, समानतात् एकदेशान्वय एवम् असमसमासः समानता नास्ति, द्वयोः भिन्नः अस्ति। असमर्थसमासः इत्युक्ते अन्यत् समासः वयं जानीमः एव इदानीमेव, हा महोदयेन उक्तम्। असमर्थसमासः इत्युक्ते किं? यद्यपि समासविधिर्थं सामर्थ्यम् इति आवश्यकं, तथापि कुत्रचित् सामर्थ्यं विना समासः कृतः दृश्यते, एतादृशसमासः असमर्थसमासः इति वदामः। यथा उदाहरणत्रयं तत्र महोदयेन उक्तं खलु, प्रायशः नञ् इति अत्र तत्र न तत्र दृश्यते, तस्य नाम अस्ति असमर्थसमासः खलु। तर्हि असमर्थसमासः एवम् एकादश अन्वयः तयोः मध्ये सम्बन्धः अस्ति वा इति वदनेन आचार्यः वदति, न न न, तत्र किञ्चित् भिन्नः भिन्नः एव अस्ति। समासे एकादश अन्वयः एवम् असमर्थसमासः, तत्र किञ्चित् भिन्न अर्थः अस्ति। तर्हि कीदृशभिन्नार्थः तत् पश्यामः। अस्तु, विनोद् महोदय अग्रे। आम्, शिष्यः वदति, तादृशः एकादश दशान्य नव्यः वण्यः समासे क्रियते। शिष्यः प्रश्नं पृच्छति, एकादश अन्वय समासे किं क्रिया भवति? आचार्यः वदति नित्यसापेक्षस्थले, आचार्य उत्तरं ददाति नित्य सापेक्षस्थले एक स्थले नित्य समासः भवति। शिष्यः वदति तन्नाम तत्रैव स्थगतु तत्र। तर्हि अत्र किं किं भवति इत्युक्ते, एकादश अन्वयः इत्युक्ते एकदेश एव अन्वये, देशद्वयं न, इत्युक्ते सीतायाः पति इति एकदेश अन्वयः अस्ति खलु। पतिः इति वदनेन सीतायाः पदेन सह एव सम्बन्धः अस्ति, सीतायाः इति पदेन सह एव अन्वयः अस्ति। परन्तु जानक्याः सीतायाः पतिवदनेन पतिशब्दस्य कस्य पदेन सह एकपदेन सह सम्बन्धः अस्ति वा इति न वक्तुं शक्यते इति अस्ति। तर्हि अत्र शिष्यः पृच्छति एकदेश अन्वयः समासे तत्र क्व क्रियते इत्युक्ते कस्मिन् समासे एकादश अन्वयः भवति भोः तस्य नामं किम्। आचार्य वदति नित्यसापेक्षस्थले इत्युक्ते प्रत्येकसमासः यत् वयं जानीमः सर्वत्र एव एतादृश एकादश अन्वयः भवति एव एकदेश अन्वयः तत्र भवति एव नित्यस्थले खलु। एकदेश अन्वयः कुत्र अस्ति प्रत्येकसमासस्थले अस्ति एकदेशान्वयः इति वदति। तर्हि अग्रे पठामः इदानीं। तर्हि उदयकुमार् महोदय अग्रे। आम् महोदय। अत्र वदति नित्य सापेक्षस्थले क्रियते इति शिष्य पृच्छति तन्नाम तन्नाम किम् इत्युक्ते नित्यसापेक्षस्थले इत्युक्ते किम् इति आचार्य वदति कस्यचित् शब्दस्य श्रवणात् कस्यत्यादि जिज्ञासा नियततया यत्र उपस्थिता भवेत् तत्रैव नित्यसापेक्षत्वम् उच्यते। देवदत्तस्य गुरुकुलम् इति तस्य उदाहरणं। गुरुशब्दश्रवणात् कस्य गुरुः इति जिज्ञासा उदेति एव नियततया अतः अत्र नित्यसापेक्षता इति। अत्र आचार्य नित्यसापेक्षता इत्युक्ते किम् इति वदति उदाहरणमपि दत्तमस्ति कस्याचित् शब्दस्य श्रवणात् यदि किमपि शब्दस्य श्रवणं भवति तत्र कस्येत्यादि जिज्ञासा नियततया यत्र उपस्थिता भवेत् यदि मम मनसि उदेति तस्य शब्दस्य पूर्ण अर्थं पूर्ण अन्य कोऽपि विषयं ज्ञातुं जिज्ञासा भवति जिज्ञासा इत्युक्ते तीव्र आसक्ति किमपि अन्यविषयम् उदेति तत्र यदि यथा दृश्यते तथा दृश्यते तत्रैव नित्यसापेक्षत्वम् उच्यते। यदि तथा भवति यदि जिज्ञासा भवति यदि पदशब्दस्य श्रवणं भवति श्रवणात् यदि कस्येदात् जिज्ञासा भवति अन्यविषयं पूर्णतया अन्य कोऽपि प्रश्नः भवति उदेति तस्य पदस्य शब्दस्य यदि तथा भवति चेत् नित्यसापेक्षत्वम् इति उच्यते इति वदति। उदाहरणं देवदत्तस्य गुरुकुलम् इति पदम् उदाहरणम् अत्र गुरुकुलम् इति अस्ति गुरुशब्दश्रवणात् कस्य गुरुः इति जिज्ञासा वदति यदि गुरुकुलम् एव शब्दं श्रूयते तत्र कस्य गुरुः इति जिज्ञासा वदति नियततया सम्यक् न जानामि अति साधारणतया इति अर्थं वा इति न अहं न जानामि अतः अत्र नित्यसापेक्षता इति वदामः। समीचीनमस्ति समीचीनरीत्या उक्तम् अत्र किञ्चित् एव वदामः तर्हि नित्यसापेक्षः शब्दः इति वदनेन नित्यसापेक्षः इत्युक्ते किं सः शब्दः यस्य उच्चारणात् कस्य इति जिज्ञासा भवति इन् इति नित्यसापेक्षः शब्दः इति वदामः अत्र उदाहरणं गुरुः इति दीयते गुरुः इत्युक्ते किं गुरुः इत्युक्ते कस्य गुरुः शिष्यः अस्ति वा यदि शिष्यः नास्ति गुरुः एव नास्ति खलु तर्हि नित्यसापेक्षः शब्दः इति गुरुः इत्युक्ते गुरुः शब्द इति श्रवणात् कस्य इति जिज्ञासा भवति खलु गुरुः इति एकः एव शब्दः अस्ति तादृशेन यदि भवति शिष्यः शिष्यः इत्युक्ते कस्य शिष्यः इति अपि मनसि आयाति खलु इत्युक्ते गुरुः नास्ति चेत् शिष्यः एव नास्ति तर्हि गुरुः इति नित्यसापेक्षः शब्दः शिष्यः अपि नित्यसापेक्षः शब्दः केवलं गुरुः शिष्यः इति नास्ति पतिः इति वदनेन कस्याः पतिः इत्यपि मनसि आयाति तर्हि पतिः अपि नित्यसापेक्षः पत्नी इति वदनेन कस्य पत्नी इति मनसि जिज्ञासा भवति खलु भक्तः इति वदनेन अन्यत् पदम् अस्ति कस्य भक्तः इति मनसि आयाति खलु एतादृश बहवः शब्दाः सन्ति केवलम् उदाहरणत्वेन अत्र पुस्तके गुरुः इति दीयते परन्तु तादृशेन शिष्यः पतिः पत्नी भक्तः स्वामी एतादृशेन बहु किमपि बहवः शब्दाः सन्ति यत्र नित्यसापेक्षः शब्दः इति वदामः खलु तर्हि अत्र देवदत्तस्य गुरुकुलम् इति दीयते इति देवदत्तस्य गुरुकुलम् इत्युक्ते पूर्णवाक्यमपि भवितुमर्हति अत्र गुरु इति वदनेन कस्य गुरुः इति मनसि जिज्ञासा भवति इति एतादृशपदम् अस्ति चेत् नित्यसापेक्षः शब्दः इति वदामः किमर्थं नित्यसापेक्षः शब्दः अत्र दीयते तस्य उत्तरम् अग्रे गत्वा प्राप्स्यते खलु अग्रे गत्वा अत्र किमस्ति पाठस्य तत्र शीर्षकः किमस्ति समासे एकादश अन्वयः इति अस्ति खलु समासे एकादश अन्वयः इति भवेत् तर्हि समासविषयः अस्ति एकदेश अन्वयः इति विषयः अस्ति तर्हि तत् यदा पठामः तर्हि नित्यसापेक्षः इति एकसूत्रं तत्र आवश्यकमस्ति तदपि आवश्यकमस्ति नित्यसापेक्षः तर्हि हा एकनिमिषः शिष्यः वदति एकादश अन्वयः समासे क्रियते खलु तत् किम् आचार्यः वदति नित्यसापेक्षस्थले एकादश अन्वयः आवश्यकमस्ति खलु सीतायाः पतिः इदानीमेव उदाहरणं दृष्टं खलु सीतायाः पतिः गच्छति तर्हि यदि वदामः पतिः गच्छति केवलं पतिः गच्छति तर्हि मनसि जिज्ञासा भवति खलु कस्याः पतिः गच्छति तर्हि उत्तरम् अत्र अस्ति सीतायाः पतिः गच्छति इति अभ्यासपुस्तकस्य शिष्यं वदति सीतायाः पतिः गच्छति परन्तु यः समासः जानाति पञ्चवर्ष दशवर्षानन्तरं वदति सीतापतिः गच्छति भिन्नभिन्नपदानि न वदति सीतायाः पतिः इति न वदति सीतापतिः गच्छति इति वदति तर्हि पतिः अत्र श्रवणेन कस्याः पतिः इति मनसि जिज्ञासा भवेत् तर्हि तत्र वदामः नित्यसापेक्षः शब्दः तर्हि समासे एतादृश आकाङ्क्षा भवति एकपदश्रवणेन अन्यत् पदस्य मनसि आकाङ्क्षा भवति कुत्र भवति साक्षात् तत्पुरुषसमासे तु नित्यं भवति खलु पतिः इति पदस्य प्राधान्यमस्ति वयं जानीमः उत्तरपदप्राधान्यमस्ति परन्तु पतिः केवलं वदनेन मनसि जिज्ञासा भवति कस्याः पतिः सीतायाः पतिः अत्र अस्ति सीतापतिः। तर्हि साक्षात् साधारणतया तत्पुरुषसमासः नयामः चेत् एतादृशं दृश्यते, प्रत्येकसमासे दृश्यते, परन्तु केवलम् अत्र अस्मिन् उदाहरणे तत्पुरुषसमासः अस्ति इति कृत्वा समासे नित्यतापेक्षः शब्दः दृश्यते इति अत्र अस्ति। प्रश्नः किम् आसीत् महोदय? नियततया इत्युक्ते झटिति तत्क्षणम् इति वा? नियततया इत्युक्ते सर्वदा सर्वदा इत्युक्ते नियतम् इत्युक्ते केवलम् एकत्र दृश्यते अन्यत्र न दृश्यते इति नास्ति, नियतम् एव सर्वदा एव उपस्थितम् अस्ति। तत्र अस्ति खलु कस्यचित् शब्दस्य श्रवणात् तस्ये इति आदि जिज्ञासा नियततया इत्युक्ते सर्वदा यत्र उपस्थिता भवेत् तत्र एव नित्यसापेक्षत्वम् इति उच्यते। नियततया भवति तत्र इत्युक्ते समासः अस्ति चेत् नित्यमेव भवति, नियततया भवेत्। समासः अस्ति चेत् निश्चयेन भवेत् तत्र तत्र इत्युक्ते एकत्र एकदा भवेत् अनन्तरं न भवेत् इति न, निश्चयेन भवेत् एवं सर्वदापि भवेत् इति अस्ति। अस्तु, समीचीनमस्ति एतावत्पर्यन्तम्। इदानीं पदम् अस्माकं पुरतः तदेव उदाहरणं स्यात् खलु, तत् सामान्य उदाहरणम् अस्ति चेत् अतीव सुलभं भवति। सीतायाः पतिः गच्छति, सीतापतिः गच्छति, अत्र समासः भवेत् एव नित्य इति समासः अस्ति। असमर्थसमासः अपि चर्चितवन्तः, जानक्याः सीतायाः पतिः गच्छति, अत्र समासः न भवति, किमर्थमपि न भवति तदपि चर्चितम्। एतावत्पर्यन्तम् एतत् एव उदाहरणद्वयम् अवगच्छन्ति चेत् अग्रे अतिसुलभं भवति। नूतनपाठः अस्ति, नूतन तत्र अन्यशब्दाः आगच्छन्ति, परन्तु सामान्यतया एतत् अवगच्छन्ति चेत् अग्रे सुलभं भवति। हा वदतु महोदय। इदानीं पदम् अस्ति गुरुकुलं, प्रश्नसम्भवः कः गुरुः, कस्य गुरुः? इदानीं देवदत्तः, परन्तु गुरुकुलं देवदत्तस्य स्थाननाम गुरु शब्दः नास्ति, गुरुकुलं भिन्नः शब्दः। सो कः गुरु, कस्य गुरुकुलं गुरुकुलं, तत् प्रश्नः? अहं गुरुपि अत्र न वदामि। एतत् प्रश्नः यदा अस्माकम् अध्यायः समाप्तः भवेत् तदापि खलु, इदानीं न। इदानीं भवतः प्रश्न इदानीं समीचीनमस्ति, परन्तु एतत् प्रश्नः अनन्तरम् अन्ततौ गत्वा पृच्छतु खलु। एतदेव उदाहरणम् इदानीम् एव महोदयेन तत्र स्वीकृत्य पूर्णतया पाठः केवलम् एतत् उदाहरणं नीत्वा एव पाठयति, तर्हि अतः बहु किमपि अहम् अत्र न वदामि। किमर्थम् एतद्विषये चर्चा भवति अद्य एव खलु। तर्हि एतत् प्रश्नः यदि पुनः आगच्छति खलु यदा अस्माकं पाठः समाप्तं भवति तर्हि पृच्छतु, परन्तु अहं चिन्तयामि एतत् प्रश्नः न आगमिष्यति। एतत् एव उदाहरणं महोदयेन नीत्वा अत्र चर्चा भवति। इत्युक्ते एतत् उदाहरणं नीत्वा एकं चित्रं भवेत् अद्यतनं, तर्हि कागदम् अपि लेखनी अपि आवश्यकम्। एतत् एव उदाहरणं नीत्वा चित्रं भवेत् अद्य। अस्तु, अग्रे सरामः तर्हि देवकान्त महोदय. आम् महोदय, शिष्यः विषयः न स्पष्टः. इदानीं गुरोः नित्यसापेक्षता इति विषये किञ्चित् वदति, परन्तु तस्य मनसि इदानीमपि प्रश्नाः सन्ति. आचार्य, श्रद्धस्य राज्ञः मातङ्गः इति वाक्ये श्रद्धस्य इति राज्ञः विशेषणं, राजा च विशेषणयुक्तः इति कृत्वा राज्ञः मातङ्गस्य च न समासः. अतः श्रद्धस्य राजमातङ्गः इति असाधु एव. देवदत्तस्य गुरोः क्षम्यतां क्षम्यतां, वृद्धस्य राज्ञः मातङ्गः, क्षम्यताम्. अतः वृद्धस्य राजमातङ्गः इति असाधु एव. देवदत्तस्य गुरोः कुलम् इति वाक्ये अपि देवदत्तपदं गुरोः विशेषणं. महोदय महोदय महोदय, तत्रैव एकम् उदाहरणं करोतु. आमां पूर्वे आचार्य पूर्वे आचार्य एक उदाहरणं ददाति, देवदत्तस्य गुरुकुलम् इति. तत्र कुशलमहोदयस्य प्रश्नः अस्ति, गुरु कः गुरु इति किमर्थं न पृच्छति इति. इदानीम् एव तस्य उत्तरं भवति. गुरुकुलम् इति एक समस्तपदमस्ति, तस्य विग्रहमस्ति गुरोः कुलं, षष्ठीतत्पुरुषसमासः भवति. यदि देवदत्तस्य गुरोः कुलम् इति अस्ति पूर्णवाक्यं. तत्र आचार्य वदति, देवदत्तस्य गुरोः कुलम् इति वाक्ये अपि देवदत्तपदं गुरोः विशेषणम्. तत् अहं न समीचीनं महोदय, देवदत्त किमर्थं गुरोः विशेषणं? भवतः भवान् यत् इदानीमेव पठितं तत् अन्यत् उदाहरणमस्ति, तद्विषये वदतु. वृद्धस्य राज्ञः मातङ्गः इति तदेव उदाहरणं वदतु, अन्यत् न. तत्र वृद्धस्य इति राज्ञः विशेषणं, परन्तु तत्र विशेषणविशेषभावमेव नास्ति नास्ति खलु? अहं न समीचीनं तत्र विशेषणविशेषभावं किम् इति. चिन्ता मास्तु चिन्ता मास्तु, पुनः अहं वदामि एकवारं खलु. पुनः लिखन्तु इदानीम् उदाहरणद्वयम्. इदानीम् अहम् इदानीं मन्ये इति एतत् स्पष्टं भवति खलु, सर्वे लिखन्तु एकवारम्. अस्तु, वारं वारं वदनेन अभ्यासः इति भवति, लेखनेन अन्यत् पूर्णरीत्या अवगमनमपि भवेत्. अस्तु, उदाहरणं प्रथम उदाहरणं भागद्वयमस्ति. प्रथम उदाहरणमस्ति सीतायाः पतिः गच्छति. इत्युक्ते सीतायाः पतिः इत्युक्ते सीतापतिः. समासः अवश्यं भवति अत्र खलु. प्रथम उदाहरणस्य प्रथमभागः एतत् अस्ति. किमर्थम् अत्र समासः भवति? पतिः इति वदनेन जिज्ञासा भवति मनसि, कस्याः पतिः? उत्तरं किं प्राप्स्यते? सीतायाः पतिः. सीतायाः इति पदं साक्षात् पतिः पदनेन पदस्य प्राक् अस्ति एव, तर्हि सीतायाः पतिः इति समासः कृत्वा सीतापतिः इति भवति. अस्तु, सर्वे लिखितम् एतत्? अस्तु, तदेव प्रथमोदाहरणस्य द्वितीयभागः इदानीम्. वाक्यमस्ति एतादृशं चाणक्याः सीतायाः पतिः गच्छति अस्तु अत्रापि तदेव पदमस्ति पतिः तत् श्रवणेन पतिः पदस्य अन्वयः कुत्र भवति यथा प्रथम उदाहरणस्य प्रथमभागे पतिः श्रवणेन तस्य पदस्य अन्वयः सीतायाः पदेन सह अस्ति अत्र अत्र तु पदद्वयं सन्ति स्तः खलु पदद्वयं स्तः यत् पदद्वयमस्ति इदानीं पश्यामः किमस्ति जानक्याः इति विशेषणपदमस्ति सीतायाः इति विशेष्यं पदमस्ति तर्हि प्रथमसम्बन्धः इति प्रधानसम्बन्धः इति वदामः प्रधानसम्बन्धः किं विशेषणविशेष्यसम्बन्धः प्रधानसम्बन्धः तर्हि प्रधानसम्बन्धे किं भवति जानक्याः सीतायाः इति एकं पदं भवति इदानीं तत् पदं वदामः पदसमुदायः जानक्याः सीतायाः इदानीं पदसमुदायः इति इदानीं वदामः तर्हि पदसमुदायस्य सम्बन्धः इदानीं पतिः इति पदस्य पदेन सह सम्बन्धः भवति तर्हि पतिः पदस्य पतिः पदस्य अन्वयः न तु सीतायाः पदेन सह अस्ति न तु जानक्याः पदेन सह अस्ति जानक्याः सीतायाः इति पदसमुदायस्य सह अस्ति तर्हि पतिशब्दस्य अन्वयः एक एव पदं सीतायाः पदेन सह अस्ति इति न वक्तुं शक्यते अस्मिन् उदाहरणे तर्हि पतिः इति पदस्य सम्पूर्ण अन्वयः सीतायाः पदेन सह नास्ति अतः अत्र समासः न भवति सम्यक् समीचीनं सम्यक् अत्युत्तमम् इदानीं द्वितीय उदाहरणं पश्यामः यत् महोदयेन पठितम् अस्तु द्वितीय उदाहरणं किमस्ति द्वितीय उदाहरणस्य एतदपि एतदपि रीत्या एव व्याख्या अस्ति द्वितीय उदाहरणस्य अपि प्रथमभागः द्वितीयभागः अपि अस्ति प्रथमभागः किमस्ति राज्ञः मातङ्गः राज्ञः मातङ्गः तर्हि अत्र समासः भवति राजमातङ्गः इति समासः भवति खलु राज्ञः मातङ्गः इदानीं राजमातङ्गः इति समासः भवति तस्मिन्नेव उदाहरणे इदानीं वदामः वृद्धस्य राज्ञः मातङ्गः अत्र किं भवति अत्र वृद्धस्य राज्ञः मातङ्गः विशेषणस्य उपस्थितौ अत्रापि अस्ति वृद्धस्य खलु वृद्धस्य राज्ञः वृद्धस्य राज्ञः राज्ञः इति विशेष्यं वृद्धस्य इति विशेषणं तर्हि मातङ्गः इति पदनेन मातङ्गः इति पदस्य सम्बन्धः इदानीं न तु राज्ञपदेन सह अस्ति एकया न तु वृद्धस्य पदेन सह अस्ति एकया वृद्धस्य राज्ञः इदानीं पदसमुदायः भवति किमर्थम् विशेषणस्य उपस्थितौ यदि विशेषण उपस्थितः अस्ति किं भवति प्रधानसम्बन्धः तद् भवति खलु. तर्हि अत्र अपि विशेषणस्य उपस्थितौ समासः न भवति, परन्तु द्वितीय उदाहरणस्य प्रथमभागे केवलं राज्यमातङ्गः वदनेन मातङ्गः तस्य अन्वयः कुत्र अस्ति, एकमेव पदमस्ति राज्ञः, राज्यमातङ्गः समासः भवति. परन्तु रुद्धस्य राज्ञः मातङ्गः इति वदनेन विशेषणस्य उपस्थितौ प्रधानसम्बन्धः तत् क्रियते. तर्हि मातङ्गः यत् अस्ति तत्र तस्य सम्बन्धः न तु इदानीं राज्ञः पदेन सह न तु रुदस्य पदेन सह, परन्तु समस्तपदसमुदायस्य सह अस्ति, यतोहि समासः न भवति. इत्युक्ते रुद्धस्य राज्ञमातङ्गः इति न भवति समासः, यथा जानक्याः सीतापतिः गच्छति इति न भवति समासः, अत्रापि रुद्धस्य राजमातङ्गः इति समासः न भवति इति वदति अत्र. समीचीनम् इदानीम्? आम् महोदय, इदानीं समीचीनम्. इदानीं समीचीनम् अस्ति, अस्तु अस्तु, अति उत्तमं. तर्हि एतदेव वदति, समासे एकादेश अन्वयः इति स्यात् खलु, एकदेशे अन्वयः स्यात्. एकदेशः इत्युक्ते एकमेव पदमस्ति, तत्र अन्वयः स्यात्, अन्यत्र न. तर्हि यदि पठितुम् इच्छन्ति, पुस्तके न दत्तमस्ति, पुस्तके न दत्तमस्ति, परन्तु एक अष्टाध्यायमध्ये एकं सूत्रमस्ति खलु. सूत्रं कुत्र अस्ति इत्युक्ते आरम्भे एव अस्ति, द्वितीय अध्यायस्य प्रथमपादस्य प्रथम एव सूत्रमस्ति. सूत्रस्य सूत्रम् एवमस्ति, समर्थः पदविद्धिः इति. यदि पठितुम् इच्छन्ति चेत् द्रष्टुं शक्नुवन्ति तत्र किमस्ति. समर्थः पदविद्धिः इति पाणिनि सूत्रमस्ति. तर्हि तत्र किं वदति, समर्थः पदविद्धिः इत्युक्ते किं, तत्र विशेषणेन सह विद्यमानः शब्दः समासे भागं न गृह्णाति इति वदति एतत् एतत् सूत्रं, यत् उदाहरणद्वयम् अस्माकं दृष्टं खलु. तर्हि एतत् सूत्रं तदेव वदति, केवलं सूत्ररीत्या पाणिनिना लिखितमस्ति, तत्र पाणिनिना लिखितमस्ति. समर्थः पदविद्धिः इत्युक्ते विशेषणेन सह विद्यमानशब्दः समासे भागं न गृह्णाति इति वदति. इति वदति, अस्तु, समीचीनमस्ति, अग्रे सरामः. तत्र अश्लेष महोदय किञ्चित् अवगम्यते खलु इदानीम् उदाहरणं दृष्ट्वा, अस्तु अग्रे पठतु. तत्र देवदत्तस्य गुरोः, देवदत्तस्य गुरोः कुलम् इति वाक्येपि देवदत्तपदं गुरोः विशेषणं, गुरुः विशेषणयुक्तः इति कृत्वा गुरोः कुलस्य च समासेन न भाव्यं, तथापि सः भवति नित्यसापेक्षः. पूर्वोक्तवाक्ये राज्ञः इत्यतस्य तु नित्यसापेक्षता नास्ति, न हि सविशेषणां विशेषणानां वृत्तिः, न वृत्तस्य च विशेषणम् इति वचनम् अत्र मूलम्. अस्य च बीजं पदार्थः पदार्थेन अन्वेति, न पदार्थैकदेशेन इति युक्तिः. तर्हि द्वितीय उदाहरणमस्ति अत्र, पूर्वे अपि आगच्छति, तत् देवदत्तस्य गुरोः कुलम् इति वाक्ये अपि देवदत्तपदं गुरोः विशेषम्. यथा रुद्धस्य राज्ञः तथा देवदत्तस्य गुरोः इति अस्ति, तर्हि तत्र समुदायः अस्ति तर्हि कुलम् इति पदेन तस्य समासः न भवति. गुरुः विशेषणयुक्तः इति कृत्वा गुरोः कुलस्य च समासेन न भाव्यम् इति अस्ति. तत्र समासः न भवति पदसमूहेन तस्य सह सम्बन्धः अस्ति. तर्हि तथापि सः भवति नित्यसापेक्षः. तस्य नाम भवति नित्यसापेक्षः. पूर्वोक्तवाक्ये राज्ञः इत्यस्य तु नित्यसापेक्षता नास्ति. पूर्वोक्तवाक्ये तत्र अस्ति रुद्धस्य राज्ञः, तत्र अत्र वदति राज्ञः इत्यस्य तु नित्यसापेक्षता नास्ति. तर्हि अहं मन्ये अत्र उदाहरणद्वयोः किञ्चित् भेदः अस्ति. आं तर्हि अग्रे अहं पठामि. न हि स विशेषणानां वृत्तिः न वृत्तस्य च विशेषणम् इति वचनम् अत्र मूलम्. आं सविशेषणानां वृत्तिः न भवति न वृत्तस्य च विशेषणम्. आम् अत्र किञ्चित् सहायमपेक्षते. तत्र वृत्तिः अस्ति चेत् चिन्ता नास्ति. अस्तु अस्तु अस्तु. अन्यत् किमपि वक्तव्यमस्ति वा महोदय? अस्तु अस्तु. वृत्तिः इत्युक्ते किं? किञ्चित् चर्चितम् अस्माकं पूर्वे, पुनः एकवारं वदामः. वृत्तिः यदि सामान्यतया तु अत्र कोऽपि कार्यमस्ति कस्य. मन्ये समासः एकः वृत्तिः इति. आमाम्. अस्तु अस्तु अस्तु अस्तु. किञ्चित् मनसि अस्ति तत्र? किञ्चित् किञ्चित् मनसि अस्ति. अस्तु. संस्कार इति स्थिति मनसि. अस्तु. तर्हि किं किम् अत्र अस्ति तत् पश्यामः. तत्र वृत्तिः इत्युक्ते किं? परार्थविधानं, परार्थे अविधानं, परार्थाभिधानं वृत्तिः. वृत्तिः नाम किं? परार्थाभिधानं वृत्तिः इत्युक्ते यत्र अनेकशब्दाः एकीभूय विशिष्टम् इत्युक्ते अवयवेभ्यः इत्युक्ते अवयवेभ्यः भिन्नम् अर्थं बोधयन्ति, तत्र वृत्तिः अस्ति इति उच्यते. पुनः यत्र अनेके शब्दाः एकीभूयः इत्युक्ते पदद्वयमस्ति, इदानीम् एकत्र करणीयमस्ति, तत्र एकम् अवयवे अस्ति, द्वितीयम् अवयवेन् अस्ति इत्युक्ते अवयवेभ्यः भिन्नमेव अर्थं बोधयन्ति. यदा मेलनं करिष्यामः चेत् भिन्न अर्थः भवति. तत्र वृत्तिः इति वदामः. कति वृत्तयः सन्ति? वृत्तिः पञ्चधा वर्तते. पञ्चवृत्तिः के के? अस्तु चर्चयामः अत्र. प्रथममस्ति कृद्वृत्तिः. कृद्वृत्तिः इत्युक्ते कृत् प्रत्ययेन नूतन अर्थः बोध्यते. वयं जानीमः एतादृशमस्ति, यः पचति सः गच्छति इति वाक्यमस्ति. अभ्यासपुस्तकस्य शिष्यः वदति एतद् वाक्यं. यः पचति सः, लिखन्तु एकवारं, यः पचति सः गच्छति. अभ्यासपुस्तकस्य शिष्यः लिखति. परन्तु आरम्भे यत् पदत्रयमस्ति, यः पचति सः, तत् अस्ति पाचकः खलु, यः पचति सः पाचकः। तर्हि व्याकरणसिद्धान्तः यः शिष्यः जानाति सः वदति पाचकः गच्छति खलु। तर्हि अत् एतत् कृद्वृत्तिः इति वदामः, यः पचति सः पाचकः। तर्हि अनेके शब्दाः एकीभूयः अत्र भवति खलु, यः पचति सः इति अनेके शब्दाः, शब्दत्रयम् एकीभूयः अवयवेभ्यः मिलित्वा इदानीं पाचकः भिन्नार्थं बोधयति। तर्हि अत्र भवति कृद्वृत्तिः, यः पचति सः पाचकः, यः गायति सः गायकः। वयं जानीमः एतादृशं बहवः शब्दाः भवन्ति एतादृशम्। अस्तु, इति प्रथमं कृद्वृत्तिः। द्वितीयं तद्धीतवृत्तिः, इत्युक्ते तद्धीतप्रत्ययेन नूतनार्थः बोध्यते। यथा दशरथस्य पुत्रः गच्छति, दशरथस्य पुत्रः इति पदद्वयम्, इदानीं तत् मिलित्वा दासरथिः इति वदामः, दासरथिः गच्छति इति तद्धीतवृत्तिः इति अस्ति। तृतीयम् इति समासवृत्तिः, इत्युक्ते समासनिर्माणेन नूतनः अर्थः बोध्यते। यथा सीतायाः पतिः गच्छति, सीतापतिः गच्छति, बहुवारम् अद्य चर्चितवन्तः एतादृशम्, इति तृतीयं समासवृत्तिः। चतुर्थं किम् अस्ति, एकशेषवृत्तिः, इत्युक्ते एकशेषेण नूतनार्थं बोध्यते। यथा माता गच्छति, पिता च गच्छति इति वदनेन पितरौ गच्छतः इति वदामः खलु, चकारः दृश्यते यत्र, माता च पिता च, पितरौ गच्छतः इति वदामः, इति चतुर्थवृत्तिः। अन्यद् भवति सनाद्यन्तधातुवृत्तिः, तत्र सनादिप्रत्ययेन नूतनार्थः बोध्यते। बहु न पठितम् एतादृशसम्बन्धेन, इत्युक्ते सः गर्दभः इव आचरति अस्ति चेत्, गर्दभः इव आचरति इत्युक्ते गर्दभायते, सः गर्दभायते इति वदामः, इति सनाद्यन्तधातुवृत्तिः। अग्रे गत्वा कदा पठामः सनाद्यन्तधातुवृत्तिः इत्युक्ते किम्। पञ्चवृत्तिः इति अस्ति अत्र खलु, वृत्तिः नाम किम् इदानीं जानीमः। तर्हि इदानीं यत् अन्यत् उदाहरणमस्ति तद्विषये प्रचलति अस्माकं चर्चा। तर्हि किमस्ति उदाहरणमस्ति, देवदत्तस्य गुरोः कुलम् इति पदत्रयमस्ति, देवदत्तस्य गुरोः कुलम् इति वाक्ये, देवदत्तस्य एवं गुरोः, तत्र विशेषणविषयस्य भावः अस्ति खलु, देवदत्तपदम् इति गुरोः विशेषणं, तत्र कोऽपि काठिन्यं नास्ति। तर्हि गुरुः अस्ति विशेष्यं, देवदत्तस्य इति भवति विशेषणं। तर्हि गुरुः विशेषणयुक्तः इति कृत्वा गुरोः एवं कुलस्य च समासे न भवति खलु, समासः अत्र न भवति। किमर्थम्? इदानीं देवदत्तस्य एवं गुरोः तत्र प्रधानसम्बन्धः तु तत् तदेव अस्ति, विशेषणविशेष्यभावः इति कृत्वा, कुलम् इति वदनेन, कुलम् इति वदनेन तस्य सम्बन्धः न तु गुरोः पदेन सह अस्ति, न तु देवदत्तस्य पदेन सह अस्ति। एकदा देवदत्तस्य गुरोः पदेन मिलित्वा एव अस्ति खलु, इति वदति अत्र, गुरुः विशेषणयुक्तः इति कृत्वा गुरोः कुलस्य च समासेन न भाव्यं, समासः न भवति अत्र, अत्र भवति। तथापि अग्रे गत्वा एतत् उदाहरणं किञ्चित् काठिन्यम् अस्ति, काठिन्यम् इत्युक्ते अत्र एतादृश्य चर्च चर्चा कुर्मः चेत् समासः न अत्र नास्ति। तर्हि अग्रे किञ्चित् वदति, तथापि सः भवति नित्यसापेक्षः। नित्यसापेक्षः इत्युक्ते किम्? नित्यसापेक्षः इत्युक्ते किं किं चर्चितवन्तः? नित्यसापेक्षः इत्युक्ते जिज्ञासा अस्ति इति। जिज्ञासा अस्ति, सः शब्दः यस्य उच्चारणात् कस्य इति जिज्ञासा भवति, तत् शब्दः नित्यसापेक्षः शब्दः इति वदामः। सर्वदा कस्य अथवा कस्याः इति, कस्य कस्याः एतादृशं केवलं पुल्लिङ्गे अत्र तत्र वदं न सर्वदा तत्रैव अथवा अन्यत् प्रश्नाः अपि अन्यत् प्रश्नाः अपि भवितुम् अर्हन्ति, अन्यत् प्रश्नाः अपि भवितुम् अर्हति। जिज्ञासा खलु, जिज्ञासा कुत्र इति, कुत्र किं किमपि स्यात् खलु, कुत्र किं किमपि एतादृशं, हा सर्वं स्यात्, तत्र चिन्ता नास्ति। तर्हि अत्र आचार्यः वदति, तर्हि विशेषणयुक्त इति कृत्वा तत्र तु समासः न भवति, तथापि अत्र नित्यसापेक्षः भवति भोः। तर्हि कथम्? अत्र वदति पूर्व उदाहरणं यत् अस्ति तत्र नित्यसापेक्षः नास्ति। नित्यसापेक्षः नास्ति, रुद्धस्य राज्ञः मातङ्गः, अत्र नित्यस्य अपेक्षः नास्ति। नित्यसापेक्षः नास्ति इत्युक्ते न तु अत्र सविशेषणा वृत्तिः अस्ति, न वृत्तस्य च विशेषणमपि अस्ति, एतादृशं नास्ति। वृत्तिः इति इदानीं जानीमः खलु, वृत्तिः इत्युक्ते किं? भिन्नार्थं प्राप्यते खलु, वृत्तिः इत्युक्ते भिन्नार्थं प्राप्यते, तत्र भिन्नार्थं तु न प्राप्यते तस्मिन् उदाहरणे इति मूलमस्ति। तर्हि अस्य च बीजं पदार्थः पदार्थेन अन्वेति, न पदार्थ एकदेशेन इति युक्तिः। इत्युक्ते अत्र वदति आचार्यः, वृत्तिः कुत्र वदति कुत्र भवति, एकदेशेन सह वदति भवति, एवं पदार्थ एकदेशेन भवति। पदार्थ इत्युक्ते अत्र किं? पदार्थ इत्युक्ते किम्? अत्र पदार्थ इत्युक्ते यत्र भवति, यत्र किञ्चित् सम्बन्धः भवति, यत्र किञ्चित् सम्बन्धः भवति, सर्वत्र तु नास्ति, यत्र सम्बन्धः भवति। भवति इत्युक्ते यत्र सम्भावना अस्ति तत्र भवति। पदार्थः पदार्थेन अन्वेति, अन्वयः कुत्र भवति? न तु पदार्थ एकदेशेन इत्युक्ते पदार्थ एकदेशेन इति नास्ति, पदार्थ एव भवति। तर्हि पदार्थे भवति पदार्थ एकदेशेन न भवति इत्युक्ते किम्? एतावत्पर्यन्तम् उत्तरं न प्राप्तम् एतत् केवलं प्रश्नः अत्र वदति। तर्हि अत्र किं वदति? रुद्धस्य राज्ञः मातङ्गः अत्र समासः न भवति। तादृशेन यदि पश्यामः देवदत्तस्य गुरोः कुलमपि समासः न भवति खलु, परन्तु केचन वदन्ति देवदत्तस्य गुरोः कुलं तत्र समासः स्यात्। कथं स्यात्? उत्तरम् एतावत्पर्यन्तं न प्राप्तम्, अग्रे वदति एतस्य उत्तरम्। तत्र पदार्थः किमपि तत् भवति इति अस्ति अत्र। रुद्धस्य राज्ञः मातङ्गः समासः न भवति निश्चयेन, यथा जानक्याः सीतायाः पतिः, तत्रापि समासः न भवति। तर्हि तादृशेन देवदत्तस्य गुरोः कुलमपि समासः न भवति, वयं जानीमः। तर्हि आचार्यः वदति, केचन वदन्ति तत्र समासः भवितुमर्हति, कथं? तद्विषये चर्चा अग्रे अस्ति, कथम् इति। अस्तु, इदानीं स्पष्टं वा? किञ्चित् स्पष्टं महोदय? अस्तु, अग्रे सरामः। तर्हि कुशलमहोदय अग्रे। विशेषस्मि चर्चां कस्मिन् ग्रन्थे कृता दृश्यते? शिष्यः पृच्छति कुत्र विशेषचर्चा अस्ति, कस्मिन् ग्रन्थे अस्ति? आचार्यः वदति प्रौढमनोरमायां ज्ञात्यां षट् इति सूत्रे हलन्तपुल्लिङ्गप्रकरणे तत्र एतद्विषये सङ्कल्यः इत्यर्थं यत्र पङ्क्तयः एतत् विषये पङ्क्तयः इत्थं यत्र उपसर्जनपदार्थः सम्बन्धिकः तत्र द्वयोः विद्या विधा सापेक्षपि संस्यते इति एका पदार्थस्य एव कुलादेः बहु किमपि न पठितं महोदय, एकमेव वाक्यं पठतु, तत् समये गच्छामः. एका ग्रन्थः अस्ति प्रौढमनोरमायां शान्त्यां षट् इति सूत्रे चर्चां भवति हलन्तपुल्लिङ्गप्रकरणे तत्र एतद्विषये पङ्क्तयः इत्थं यत् उपार्जनपदार्थः ससम्बन्धितः तत् द्वयोः विधा. आचार्य एकग्रन्थः नाम ददाति प्रौढमनोरमायां अस्ति विषयस्मिन् चर्चा, तत्र एकः विषयः अस्ति पङ्क्तयः, तर्हि चर्चां भवति. किञ्चित् पठामः अत्र. तत्र अत्र सिद्धान्तः दत्तमस्ति कुत्र एतादृशं दृश्यते इति कृत्वा. प्रौढमनोरमायाम् एकं सूत्रमस्ति, तत्र किं वदति एतद्विषये पङ्क्ति एकमस्ति, तत्र किं लिख्यते यत् पङ्क्तिः अस्ति, तत्र लिख्यति यत्र उपसर्जनपदार्थः ससम्बन्धिकः तत्र द्वैविधा. अत्र चित्रस्य आवश्यकता अस्ति महोदय, सर्वस्य कृते लेखनी अपि स्यात् अस्तु. तर्हि किं वदति अत्र उपसर्जनपदार्थः इत्युक्ते उपसर्जन इत्युक्ते किम् अस्ति पदार्थः इत्युक्ते तत्र अस्माकम् उपसर्जन इति एतत् तत्पुरुषसमासे आयाति खलु. उपसर्जन इत्युक्ते उत्तरपदप्राधान्यम् अस्ति, तत्र पूर्वपदम् अस्ति खलु. प्राधान्यं यत् अस्ति तत्तु प्राधान्यपदं, यत् प्राधान्यं न भवति तस्य नाम अस्ति उपसर्जनपदार्थः. पदार्थद्वयमस्ति समासे खलु, इत्युक्ते उत्तरपदं प्रथमपदार्थः, पूर्वपदं द्वितीयपदार्थः. उत्तरपदं यत् अस्ति तत् प्रधानपदार्थः, पूर्वपदं यत् अस्ति तत् भवति उपसर्जनपदार्थः, अन्यत् किमपि नास्ति अत्र. तर्हि उपसर्जनपदार्थः इत्युक्ते पूर्वपदं, यत्र उपसर्जनपदार्थः ससम्बन्धिकः अस्ति इत्युक्ते तत्र सम्बन्धः अस्ति. तत्र द्वैविधा इत्युक्ते मार्गद्वयमस्ति. किं मार्गद्वयं किं तत्र अग्रिमवाक्यं विनोद महोदय. सापेक्षोपि समस्यते इति एका, अत्र एक एक सापेक्ष सम्यते प्रधान पदार्थस्य एव कुलादेः गुरुवादिना इव देवदत्तादिना अपि सम्बन्धः प्रधान प्रधान प्रधान पद पदम संबंध संबंध पूर्व उत्तर पदम प्रधान पदस्य अस्ति उदाहरणम कुलादेहे गुरुवादिना करिष्यामः महोदय तत्र चिन्ता नास्ति सहं करिष्यामः अत्र किं वदति सापेक्ष अपि समस्यते इति एका इति वदति खलु अत्र इत्युक्ते किं नित्यसापेक्षः शब्दः इदानीमेव पठितं खलु अद्य एव पठितं सापेक्षः इत्युक्ते किम् इत्युक्ते यस्य शब्दस्य उच्चारणात् कस्य अथवा प्रश्नः इति तत्र आयाति एवं जिज्ञासा भवति तर्हि अत्र पतिः हा पतिः अस्ति अथवा शिष्यः अस्ति वा गुरुः अस्ति वा एतादृशपदं प्रत्येकपदस्य जिज्ञासा न भवेत् कानिचन भवेत् तत्र एतादृशपदानि सन्ति चेत् तर्हि अत्र वदति इदानीम् उदाहरणं यत् अस्ति तत् स्वीकुर्मः उदाहरणं किमस्ति देवदत्तस्य गुरोः कुलम् इति अस्ति खलु अस्तु इदानीं किं करोतु किं कुर्वन्ति तत्र अत्र तत्र पदत्रयमस्ति खलु वर्टिकलि इति लिखन्तु श्रेणीकृत्वा प्रथमे देवदत्तस्य अधोभागे गुरोः तत् अधोभागे कुलम् इति लिखन्तु पदत्रयं प्रथमं किं देवदत्तस्य तस्य अधोभागे किं गुरोः तस्य अधोभागे कुलम् इति पदत्रयं किञ्चित् भिन्नं भिन्नं तत्र किञ्चित् स्थानं दत्त्वा स्पेस् इति कृत्वा लिखन्तु इदानीं रेखाङ्कितमपि कुर्वन्तु बाक्स् बाक्स् कुर्वन्तु देवदत्तस्य बाक्स् मध्ये अस्ति गुरोः अपि बाक्स् मध्ये अस्ति कुलमपि तादृशं खलु पदत्रयम् इदानीं सन्ति तत्र द्विविधा इत्युक्ते किम् इति अत्र पश्यामः अस्तु समाप्तं लेखनं समाप्तम् इदानीं पश्यामः प्रधानपदार्थस्य एव कुलादेः गुर्वादीना इव देवदत्तादीना अपि सम्बन्धः इत्युक्ते अत्र भागद्वयमस्ति अस्मिन् वाक्ये प्रधानपदः किमस्ति अत्र गुरुः खलु अत्र प्रधानपदं यत् पदं श्रुत्वा मनसि जिज्ञासा जायते इति नित्यसापेक्षः इति अस्ति तस्य सम्बन्धः कुत्र अस्ति प्रधानपदार्थस्य सम्बन्धः कुत्र अस्ति कुलम् इति पदेन सह अस्ति खलु तर्हि तत्र लिखन्तु नम्बर् वन् इति एकम् एकं रेखा अत्र अधोभागपर्यन्तं जायति एरो एरो गुरुः पदतः कुलं पदपर्यन्तम् एरो एवं तत्र अस्ति नम्बर् वन् तत्र प्रथमसम्बन्धः अस्ति गुरोः तः कुलं पर्यन्तं प्रथमसम्बन्धः अत्र अस्ति खलु अत्र वदति प्रधानपदार्थस्य एव कुलादेः गुर्वादीना इव गुर्वादीना अत्र एतावत्पर्यन्तम् इति प्रथमं खलु द्वितीयं किं पुनः इदानीं गुरोः एवं कुलं तत्र मिलित्वा अन्यत् एकं भविष्यति खलु गुरोः एवं कुलं मिलित्वा बिगर् बाक्स् इति भवति तत्र गुरोः एवं कुलम् इदानीम् एकं भवेत् तत्र तस्य सम्बन्धः भवति देवदत्तस्य पदेन सह न तु एकं गुरोः एकं कुलं गुरोः एवं कुलं मिलित्वा तस्य सम्बन्धः भवति देवदत्तस्य तत्र एरो भवति अप्वर्ड्स् तत्र भवति नम्बर् टु द्वितीयसम्बन्धः भवति तत्र तर्हि अत्र पूर्णवाक्यं पठामः किमस्ति प्रधानपदार्थस्य एव कुलादेः गुर्वादीना इव देवदत्तादीना अपि सम्बन्धः तत्र अपि इत्युक्ते नम्बर् टु तत्र अस्ति खलु एतावत्पर्यन्तम् अभवत् अग्रे तत्र महोदय उदयकुमार् महोदय स च स च गुरुणा सह उत्पत्तिगर्भः केवलम् एकं वाक्यं स च गुरुणा सह उत्पत्तिगर्भः इत्युक्ते वदनेन गुरोः एवं कुलं मिलित्वा भवति गुरुकुलं तत् भवति हा तत् भवति अस्माकं यत् पठितं वृत्तिः गुरोः कुलं मिलित्वा समासः भवति गुरुकुलं स च गुरुणा सह उत्पत्तिगर्भः इत्युक्ते गर्भे आसीत् उत्पत्तिः न जातम् इदानीम् उत्पत्तिगर्भः अभवत् इत्युक्ते गुरोः कुलं तत्र भवति गुरुकुलम् इदानीम् उत्पत्तिगर्भः अभवत् अस्तु अग्रिमवाक्यं देवदत्तेन सह तु तदीय गुरुत्पादकरूपः गुरुपूर्णवाक्यघटितः गुरुत्वघटितः इति द्वितीया विधा अत्र देवदत्तेन सह तदीय गुरुत्पादकरूपः गुरुत्वघटितः इति द्वितीया विधा इत्युक्ते भवतः यत् प्रथमवाक्यं पठितं तत् भवति प्रथमविध स च गुरुणा सह उत्पत्तिगर्भः इति प्रथमविध स्टेप् वन् इति अस्ति खलु स च गुरुणा सह उत्पत्तिगर्भः इत्युक्ते गुरोः एवं कुलं मिलित्वा भवति गुरुकुलम् इति उत्पत्तिगर्भः इति पदद्वयं जातम् इदानीं तृतीयपदं यत् अस्ति देवदत्तस्य देवदत्तेन सह तु तदीयगुरु उत्पदी गुरु उत्पद उत्पादकरूपम् इत्युक्ते गुरु एवं कुलं मिलित्वा यत् उत्पादम् इत्युक्ते यत् नूतनपदस्य गठनं अभवत् तदेकरूपस्य अथवा गुरुत्वघटितः इति द्वितीयविधा इदानीं देवदत्तस्य पदस्य सम्बन्धः भवति गुरुकुलं पदेन सह न तु केवलं गुरोः न तु केवलं कुलम् इति पदेन सह इति अस्ति विधाद्वयं खलु तत्र उपरि उक्तं ससम्बन्धिकः तत्र द्वैविधा अत्र ससम्बन्धिकः अस्ति मार्गद्वयम् अस्ति मार्ग इत्युक्ते तत्र सोपानद्वयमस्ति प्रथमसोपाने गुरोः एवं कुलं भवति गुरुकुलं द्वितीयसोपाने गुरुकुलमेव पदस्य सम्बन्धः भवति देवदत्तस्य पदेन सह देवदत्तस्य सम्बन्धः न तु केवलं गुरोः पदेन सह न तु कुलं पदेन सह मिलित्वा गुरुकुलं पदेन सह भवति तर्हि कस्य निर्माणम् एतत् सर्वं तत्र कस्य निर्माणम् इत्युक्ते तत्र यथा पाणिनी अस्माकम् अस्ति खलु व्याकरणपाणिनिः व्यक्तिः आसीत् अत्रापि एतादृश एतत् लिखितं भर्तृहरिः इति अन्यत् व्याकरणः आसीत् तेन कृतम् एतत् सर्वं भर्तृहरिः एतत् सम्बन्धे तर्हि भर्तृहरिः इति अस्ति तस्य नाम तर्हि अग्रिम यत् अस्ति पङ्क्तिः तत्र महोदय देवकान्तमहोदय दत्तहरेः प्रौढमनोरमा लिखितं वा सः लेखकः? न न, पूर्णरीत्या नास्ति महोदय. तत्र वाक्यं पुस्तकमस्ति प्रौढमनोरमा, परन्तु एतादृशं अत्र आरम्भे यत् भर्तृहरिः इति एतत् सर्वं लिखितं, कुत्र समास एकादशान्वयः विषये भर्तृहरिः लेखनम् अस्ति आरम्भे. अस्तु, सम्बन्धिशब्दः उक्तं च हरिणा, ततः उक्तं च हरिणा, उक्तं च हरिणा. सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते. वाक्यवत् सा व्यपेक्षा हि वृत्तावपि न हीयते इति. समुदायेन सम्बन्धो येषां गुरुकुलादीना संस्पृश्यावया वांस्ते तु युज्यन्ते तद्वता सह इति च. एतत् श्लोकं वा अथवा केवल श्लोकमस्ति? श्लोकमस्ति, परन्तु श्लोकस्य अर्थम् उपरि दीयते एव खलु. अत्र पश्यति चेत् तदेव वदति अत्र ससम्बन्धिशब्दः सापेक्षो नित्यं सर्वं समस्यते इत्युक्ते गुरुः एवं कुलं मिलित्वा सर्वदा भवति एकं गुरुकुलं. वाक्यवत् सा व्यपेक्षा हि वृत्तिवपि न ह्रियते खलु. वाक्यवत् पश्यामः चेत् अत्र वृत्तिः अन्यत् वाक्ये, यथा वृद्धस्य राज्ञः मातङ्गः, तादृशेन न भवति, ससम्बन्धिकम् आवश्यकम्. तर्हि कुत्र ससम्बन्धिकः भवति? समुदायेन सम्बन्धो येषां गुरुकुलादिनाम् इत्युक्ते एतदेव उदाहरणम् अत्र अपि दीयते. देवदत्तस्य गुरोः कुलम् इत्युक्ते देवदत्तस्य गुरुकुलम् इति अत्र वदति. कुत्र? संस्पृश्य अवयवा, यत्र अवयवी एवम् अवयविन् यत्र अस्ति, संस्पृश अवयवांस्ते तु युज्यते तद्वता सः इत्युक्ते अवयवी अवयविन् यत्र अस्ति तत्र पार्थक्यं न कर्तुं शक्यते, एकदा एव भवन्ति इति कृत्वा देवदत्तस्य गुरुकुलम् इति भवति अत्र. किमर्थमित्युक्ते तत्र गुरुः पदं यत्र कुत्रापि अस्ति चेत् नित्यसापेक्षः इति भवेत्, नित्यसापेक्षः इति कृत्वा अत्र भवति. अस्तु, अत्र केवलं श्लोकरीत्या अत्र दीयते. अस्तु, अग्रे तत्र अश्लेष महोदय. शिष्य अस्ति तत्र, शिष्य एतस्यैव तात्पर्यं यदि सरलतया उच्येत. आचार्य बहु किमपि उक्तवान् तत्र शिष्यस्य सारांशेन ज्ञातुम् इच्छा अस्ति. तर्हि आचार्य वदति, विग्रहवाक्येन यादृशस्य बोधः तादृशः एव अर्थः समस्तेन अपि पदेन. यत्र प्राप्येत तादृशे नित्यसापेक्षस्थले एकदेशान्वयः अङ्गीक्रियते इति तात्पर्यम्. आं, तर्हि तात्पर्यं वदति आचार्य, तात्पर्यं वदति. तर्हि विग्रहवाक्येन यादृशस्य बोधः, यदि विग्रहवाक्यं कुर्मः चेत् तत्र यत् अर्थं भवति तर्हि तादृशः एव अर्थः समस्तेन अपि पदेन यत्र प्राप्येत. आं, विग्रहवाक्येन यत् अर्थं भवति तदेव अर्थं समस्तपदेन अपि प्राप्यामश्चेत् तर्हि नित्यसापेक्षस्थले एकदेशान्वयः अङ्गीक्रियते. आं, यदि नित्यसापेक्षा भवति चेत् तत्र एकदेशान्वयः भवति, यथा गुरुकुलमस्ति तत्र इति तात्पर्यं भवति. अग्रे अपि समापयतुमस्ति महोदय यत् अस्ति आचार्य वदति समासे एतादृशः एकदेशान्वयः अस्मदादीनां वाक्येषु अपि किं दृश्यते इदानीम् आचार्यस्य प्रश्नमस्ति तर्हि तत्र मुद्रणदोषः अस्ति शिष्यस्य प्रश्नमस्ति समासे एतादृशः एकदेशान्वयः अस्मद् आदीनां वाक्येषु अपि किं दृश्यते अस्मदादीनाम् इत्युक्ते तत्र यत् सामान्य लोकेषु दृश्यते वा इति मन्ये तर्हि आचार्य वदति आम् पत्रिकायाः पठनानन्तरं भवतः आगमनानन्तरं गीतस्य श्रवणानन्तरम् इत्यादीनि वाक्यानि बहुधा प्रयुज्यन्ते एव अस्माभिः एतादृशाः प्रयोगाः शास्त्रकारैः अनुमताः इत्यतः एतादृशानां प्रयोगः न दोषाय आम् शिष्यस्य प्रश्नमस्ति समासे एकदेशान्वयः आम् वयं सामान्यतया वयं तस्य प्रयोगः कुर्मः वा तर्हि आचार्यति आम् वयं कुर्मः एव तर्हि पत्रिकायाः पठनानन्तरम् आम् अत्र भवतः एतत् उदाहरणमस्ति एकदेशः भवति तत्र पठन अस्ति अनन्तरम् अस्ति तद् अग्रे अपि भवतः आगमनानन्तरम् आगमनम् अस्ति अनन्तरं तस्य अनन्तरं गीतस्य श्रवणानन्तरम् अत्रापि समासे एकदेशान्वयः भवति श्रवणानन्तरम् एतत् बहुधा बहवः प्रयोगाः दृश्यते तर्हि एतादृशः प्रयोगः शास्त्रकारैः अनुमतः तत्र शास्त्रकारैः यथा वयं दृष्टवन्तः हरिणा तत्र तेन तैः तत्र प्रयोगाः न दोषाय इति वदति चेत् वयमपि कर्तुं शक्नुमः इति अस्ति समीचीनमस्ति इत्युक्ते प्रथमे आचार्यः उक्तं तत्र विग्रहवाक्यं यदा अस्माकं भवति सम्यक् रीत्या भवेत् इत्युक्ते नित्यसापेक्षस्थले एकदेशान्वयः भवेत् इति अङ्गीक्रियते केन इदानीमेव दृष्टं भर्तृहरिः तत्र सूत्रं तत्र दीयते यत्र यदि नित्यसापेक्षः शब्दः अस्ति प्रत्येकशब्दः न नित्यसापेक्षः शब्दः अस्ति चेत् एतादृशस्थले एकदेशान्वयः भवेत् यथा गुरोः कुलं गुरुकुलं प्रथमे स्यात् एवं तस्य सम्बन्धः भवति देवदत्तस्य पदेन सह इति कृत्वा स्यात् परन्तु प्रत्येकस्थले एतादृशं न भवति इति वदति अन्ततो गत्वा अपि वदति यदि लेखकः इच्छति चेत् अन्ये उदाहरणानि अपि क्रियन्ते यथा पठनस्य अनन्तरम् आगमनस्य अनन्तरं श्रवणस्य अनन्तरम् इत्युक्ते पत्रिकायाः पठनानन्तरं भवतः आगमनानन्तरं गीतस्य श्रवणानन्तरम् एतादृश अपि वाक्यानि दृश्यन्ते खलु यदि लेखकः इच्छति चेत् एतादृशप्रयोगः दोषः इति न वदामः सम्यक् अपि अस्ति इति अस्ति एतत् पाठः बहु सरलं नास्ति तत्र किञ्चित् अवगमनं स्यात् एतादृशस्थले अस्तु तर्हि आम् यदि कोऽपि तत्र आगामिसप्ताहे वक्तुमिच्छति चेत् वदतु नो चेत् अहमपि वक्तुं शक्नोमि आगामिसप्ताहस्य उपस्थापनं चिन्ता नास्ति तर्हि समयः जातः इदानीं विरमामः अद्य आगामिसप्ताहे मिलामः अस्तु धन्यवादः धन्यवादः नमस्कारः धन्यवादः धन्यवादः